सर्वेषां गीतासोपानवर्गं प्रति हार्दं स्वागतम्। अस्माकं विषयः तु आत्मनेपदी धातूनां क्रियापदानि। तस्मिन्नेव अवसरे अहम् एकं सुभाषितं प्रेषितवती। भवन्तः सर्वे सुभाषितं पठितवन्तः इति मन्ये। तत्र कोऽपि तत्र सुभाषितं श्रावयति वा एकवारम्? अद्य एकं नूतनं सुभाषितं प्रेषितवती। किमर्थमित्युक्ते तस्मिन् सुभाषिते कानिचन पदानि आत्मनेपदीरूपाणि सन्ति। अत्र भूमा भगिनी, भवत्याः पार्श्वे अस्ति वा सुभाषितम्? अस्ति भगिनि, पठतु एकवारम्। माता निन्दति नाभिनन्दति पिता, भ्राता न सम्भाषते, भृत्युः कृप्यति न अनुगच्छति सुतः, कान्ता च नालिङ्गते न आलिङ्गते, अर्थप्रार्थनशङ्कया न कुरुते सम्भाषणं वै सुहृत्। तस्मात् द्रव्यम् उपार्जयस्व सुमते, द्रव्येण सर्वे वशाः। सो द्रव्यमेव प्राधान्यम्। अस्तु अस्तु, इत्युक्ते एतत् सुभाषितं बहु सरलमेव। अत्र स्थूलाक्षरैः लिखितानि पदानि सम्भाषते, आलिङ्गते, कुरुते, एतानि त्रीणि पदानि आत्मनेपदीरूपाणि सन्ति। यदि वयं भवती सम्यक् रीत्या पठितवती, अत्र किमपि तत्र कष्टं नास्ति, क्लेशः नास्ति। तत्र अर्थः तु बहु सुलभः एव। कदा अत्र माता निन्दति, पिता न अभिनन्दति, भ्राता न सम्भाषते, अत्र सम्भाषते इति आत्मनेपदरूपं, भृत्युः कुप्यति, सुतः न अनुगच्छति, कान्ता न आलिङ्गते, अर्धप्रार्थनशङ्कया सुहृद्, सुहृद् इत्युक्ते मित्रं, सम्भाषणं न कुरुते। तस्मात् तदर्थम् इत्युक्ते एतानि सर्वाणि कारणानि। तस्मात् हे सुमते, सुमते इति सम्भाषणं, द्रव्यम् उपार्जयस्व, धनं सम्पादयतु, द्रव्येण सर्वे वशाः इति लिखितमस्ति। इत्युक्ते भवन्तः सर्वे अवगतवन्तः इति ऊहे। तत्र ऊहते इति आत्मनेपदीरूपम्। आहत्य अस्माकं प्रवर्तमानः विषयः तु आत्मनेपदीधातूनां रूपाणि। तस्मिन् अवसरे आस्वादार्थं कानिचन वाक्यानि वदामि। साधारणतया वयं सन्दर्भः सन्दर्भः इति वदामः। सन्दर्भः इति पदम् अनुचितं पदम्। अस्मिन् सन्दर्भे इत्युक्ते तस्मिन् अवसरे इति वक्तव्यं साधारणतया, अथवा तस्मिन् प्रसङ्गे इति इतोपि साधुतरं भवति। तस्मिन् अवसरे अथवा तस्मिन् प्रसङ्गे इति वक्तव्यं। सन्दर्भः इति पदम् अपि संस्कृतभाषायाम् अस्ति, किन्तु सन्दर्भः इत्युक्ते रचना अथवा ग्रन्थः इति भिन्न अर्थः अस्ति। अत्र आत्मनेपदीधातूनां प्रसङ्गे, रूपाणां क्रियापदानां प्रसङ्गे अथवा तस्मिन् अवसरे कानिचन वाक्यानि अहं वदामि। मह्यं संस्कृतं रोचते, मम पुरतः उत्पीठिकायां गीतासोपानं पुस्तकं विद्यते, अहं वातायनात् पक्षिणं वीक्षे, अहं दूरवाण्या भाषे, अहं स्नानानन्तरं देवं वन्दे, मम गृहे एकं सस्यं एधते, भगिनी मातृवियोगेन खिद्यते, कक्षायां कोलाहलं मा कुर्वन्तु इति अहं प्रार्थये, सर्वे गृहपाठं कृतवन्तः इति मन्ये, रात्रिसमये आकाशे चन्द्रः राजते, सायङ्काले पक्षिणः आकाशे डयन्ते, प्रातःकाले आकाशे सूर्यः प्रकाशते, अपि च वयं सर्वे संस्कृतेन भाषामहे अथवा संस्कृतेन भाषितुं प्रयतामहे. गीतासोपानं पुस्तके कथायाः अवशिष्टभागः वर्तते. अद्यापि तस्याः कथायाः पठनम् एव अनुवर्तते. भवन्तः सर्वे तां कथां पठितुम् उत्सहन्ते इति अहम् ऊहे. एतेषु वाक्येषु आत्मनेपदिभ्यः धातुभ्यः निर्मितानि कानिचन क्रियापदानि योजितानि सन्ति. अद्य वयं कथायाः अवशिष्टभागं पठेम. गते सप्ताहे वयं चतुर्थ अनुच्छेदपर्यन्तं वयं पठितवन्तः, तावत्पर्यन्तं समापितवन्तः. अद्य पञ्चम अनुच्छेदात् आरभ्य पठेम. तदर्थं सर्वे गीतासोपानं पुस्तकं पश्यन्तु. तत्र हनुमान् वदति इत्यस्मात् आरभ्य अद्य पठेम. ललिता भगिनी, भवती आरम्भं करोतु. आं भगिनि. हनुमान् वदति, अहं व्याधिपीडितः अस्मि, अतः उत्थातुं मम शक्तिः न विद्यते. यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति. हनुमान् वदति, अहं व्याधिपीडितः, रोगेण पीडित अस्मि, उत्थातुं सुमन् प्रत्ययः मम शक्तिः न विद्यते. विद्यते प्रथमाविभक्ति एकवचने. यदि त्वया अवश्यं गन्तव्यं तव्यत् प्रत्यय गन्तव्यं प्राप्तव्यं तर्हि मां लङ्कयित्वा त्वान्तप्रयोगः गच्छ मध्यमपुरुषः एकवचनम्. उत्तमं भगिनी, उत्तमरीत्या उक्तवती. अत्र व्याधिपीडितः इति पदं यथा भवत्या उक्तं रोगेण पीडितः, तत्र तृतीयतत्पुरुषसमासः भवति व्याधिना पीडितः. अत्र व्याधिना इति तृतीयाविभक्त्यन्तरूपं विग्रहवाक्ये आयाति. तत्र तृतीयाविभक्तेः लोपः अभवत्, व्याधिना पीडितः. अत्र पीडित इति पदं क्तान्तरूपमस्ति. साधारणतया उत्तरपदं क्तान्तपदमस्ति चेत् साधारणतया तत्र तृतीयतत्पुरुषसमासः भवति इति सामान्यपरिशीलनं. पीडित, व्याधिग्रस्तः, तत्र ग्रस्त इति पदमपि क्तान्तरूपमेव. व्याधिना पीडितः इति पदमस्ति. उत्थातुम् इतोपि किञ्चित् वदतु. उत्थातुम् धातुः उत्तु उपसर्गः. उपसर्गः ता ता धातुः. उत्तमं, स्था धातोः रूपं, तुमन्नन्तं रूपम्. अत्र विद्यते इति आत्मनेपदिरूपम् अस्ति. अत्र विद् सत्तायाम् इत्यस्मिन् अर्थे स्वीकर्तव्यम्. इत्युक्ते तत्र विद् धातुः बहुषु गणेषु अस्ति, किन्तु अस्मिन् सन्दर्भे विद् सत्तायाम् इत्यस्मिन् अर्थे दिवादिगणीयधातोः रूपम् अत्र दत्तमस्ति. तत्र दिवादिगणे दिवादिभ्यः ष्यन् इति एकं सूत्रमस्ति. तेन सूत्रेण तत्र यकारः साधारणतया श्रूयते. अपि च अस्मिन् वाक्ये यदि तर्हि प्रयोगः अस्ति. यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ. यदि तर्हि प्रयोगः अस्ति. भवती एकं वाक्यं वक्तुं शक्नोति वा यदि तर्हि योजयित्वा? यदि अहं संस्कृतवर्गे पठितुम् इच्छति तदा अहं लक्ष्मीभगिन्याः वर्गे आगच्छामि. चिन्ता मास्तु, उत्तमम्। इत्युक्ते अत्र यदि तर्हि वयं सर्वे जानीमः एव, उत्तमम्। अत्र इतोपि किं लिखितमस्ति, गन्तव्यं, गन्तव्यम् इति पदं तव्यत् प्रत्ययान्तरूपम् अस्ति। अत्र तस्मिन् स्थाने क्षम्यतां, गन्तव्यम् इति तव्यत् प्रत्ययान्तरूपं, गमनीयम् इति पदमपि, गमनीयम् इति पदमपि योजयित्वा वाक्यं लेखितुं शक्नुमः। इत्युक्ते गन्तव्यं, गमनीयम् एतानि पदानि अनिय अथवा तव्यत् प्रत्ययान्तरूपाणि। इत्युक्ते कर्मणि प्रयोगे तादृशं वाक्यं लेखितुं शक्नुमः। अत्र वाक्यं त्वया गन्तव्यम् इति कर्मणि वाक्यमस्ति, यदि त्वया गन्तव्यं। यदि वयं कर्तरिप्रयोगे वक्तुमिच्छामश्चेत् किं वक्तव्यम् इत्युक्ते विधिलिङ्गलकाररूपं योजयित्वा वक्तव्यम्। अत्र गन्तव्यम् इति पदस्य अर्धे तादृशरीत्या अर्थं, तादृशं वाक्यमेव लेखितुमिच्छामश्चेत् तत्र विधिलिङ्गलकाररूपं, भवान् गच्छेत् अथवा त्वं गच्छेः इत्यादीनि रूपाणि योजयित्वा वक्तुं शक्नुमः। त्वरया गन्तव्यम्, अवश्यं गन्तव्यम् इत्युक्ते अत्र त्वरया गन्तव्यम् इति अर्थः। अत्र अवश्यम् इति पदस्य विषये कोऽपि वदति वा? अत्र अवश्यम् इति कीदृशं पदम्? निश्चयेन गन्तव्यम्, उत्तमं, निश्चयेन गन्तव्यम्। अत्र अवश्यम् इति पदं नैतत्पुरुषसमासः अस्ति इति अहं चिन्तयामि। किमर्थमित्युक्ते नावश्यम् अवश्यम्, यदस्माकं वशे नास्ति तदेव अवश्यम् इति भवति इति मम चिन्तनम्। अपि च अत्र लङ्घयित्वा इति एकं पदम् अस्ति। लङ्घयित्वा इति यथा भवत्या उक्तं क्त्वान्तरूपमेव, किन्तु ल्यबन्तरूपं योजयित्वा वदामश्चेत् अत्र कोऽपि वदति वा? लङ्घ्य। उत्तमं, उत्तमम्, उत्तमम्, उत्तमं, तदेव श्रोतुमिच्छामि, उल्लङ्घ्य। अत्र भवन्तः सर्वे श्रुतवन्तः एव, एकः श्लोकः अस्ति हनुमन्तम् उद्दिश्य, एकः श्लोकवह्निं जनकात्मजाय आदाय तेनैव तदाहलङ्कां नमामितं प्राञ्जलिराञ्जनेय। उत्तमम्, उत्तमं, तदेव श्रोतुमिच्छामि। अत्र उल्लङ्घ्य, तस्मिन् श्लोके उल्लङ्घ्य इति पदं ल्यबन्तपदमस्ति। उल्लङ्घ्य सिन्धोः सलिलं सलीलं यशोकवह्निं जनकात्मजायाः आदाय तेनैव ददाहलङ्कां नमामितं नमामितं प्राञ्जलि आञ्जनेयम्। अत्र विग्रहवाक्यं लेखितुमिच्छामश्चेत् सिन्धोः सलिलं, सिन्धुः इत्युक्ते समुद्रं, समुद्रः, सागरः, सिन्धोः सलिलं सलीलम् उल्लङ्घ्य जनकात्मजायाः शोकवह्निम् आदाय, आदाय इत्यपि ल्यबन्तपदं, तेनैव, तेनैव इत्युक्ते तेन एव, इत्युक्ते तेन अग्निना एव हनुमान् किं कृतवान्? लङ्कां ददाह, तत्र ददाह इति क्रियापदं तस्मिन् श्लोके, तादृशम् आञ्जनेयं प्राञ्जलिः नमामि इति श्लोकः अस्ति। उल्लङ्घ्य सिन्धोः सलिलं सलीलं, तत्र सलिलं सलीलं, पश्यन्तु, सलिलम् इत्युक्ते जलं, किन्तु सलीलं, सलीलम् इत्युक्ते क्रीडया, क्रीडा इव, प्लेफुल्लि। सिन्धोः सलिलं सलीलम् उल्लङ्घ्य इति लिखितमस्ति, तत्र उल्लङ्घ्य इति ल्यबन्तपदम्, अत्र तु लङ्घयित्वा इति लिखितमस्ति। इतोपि किम् अस्मिन् गच्छ इति वयं दृष्टवन्तः लोट्लकाररूपम्, उत्तमं भगिनि। अधुना वदतु, कल्पद्रुम कोशे पश्यामि, अवश्यं, नावश्यम्, अवश्यं, निश्चयः, तत्पर्ययः, अपि इन्दक्लेन् अव्ययमपि अस्ति, अव शै नमु इत्युक्ते अहं चिन्तयामि नावश्यम् अवश्यम् इत्युक्ते अहं चिन्तयामि यत् अस्माकं वशे नास्ति तद् अवश्यं भवति वा भवति एव अस्तु अनन्तरम् अत्र अग्रिमपरिच्छेदम् अरविन्दमहोदय भवान् पठतु आं भगिनि तदा भीमसेनः वदति परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने तव लङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे अन्यथा हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयम् इति तदा भीमसेन वदति परमात्मा देहम् अवतिष्ठते इति आत्मनेपदे रूपम् अस्ति इति स्थितायां भावविकारवर्गः इति लिखितमस्ति भावविकारवर्गः लिखति अत्र अस्मिन् परिच्छेदे किं लिखितमस्ति यदि भवान् प्रत्येकं पदं स्वीकृत्य वक्तुमिच्छति चेत् समीचीनमेव नो चेत् तत्र सारांशरूपेण वक्तुमिच्छति चेत् साधु एव वदतु तत्र भीमसेन हनुमन्तं वदति अहं जाने सर्वं परमात्मदेहम् एव इति ज्ञात्वा तव लङ्घनेन अहम् परमात्मन अवमानं कर्तुं न उत्सहते अन्यथा यदा हनुमान् सागरं लङ्घयेत तदा अहं त्वां लङ्घयित्वा गच्छे इति अत्र प्रत्येकं पदं स्वीकृत्य वयम् अवगन्तुं प्रयत्नं कुर्मः चेत् परमात्मा इति पदमस्ति अत्र आत्मा इति पदं कीदृशं पदं किञ्चित् वदतु आत्मन् नकारान्तपदं रूपाणि किञ्चित् स्मारयतु आत्मन् आत्मा आत्मानौ आत्मानः इत्युक्ते पुंलिङ्गपदमस्ति नकारान्तपदमस्ति आत्मा शब्दः किन्तु अत्र परमात्मा इति लिखितमस्ति इत्युक्ते परमः च असौ आत्मा च इति विशेषणपूर्वपदकर्मधारयसमासः भवितुमर्हति तत्र देहः इति पुंलिङ्गपदम् देहः इति पुंलिङ्गपदं किमर्थम् अत्र कर्मपदम् अभवत् अत्र व्याप्य इति वि उपसर्गपूर्वकः आप्लु धातोः रूपम् अस्ति इत्युक्ते तत्र सः धातुः सकर्मकधातुः अस्ति इति कृत्वा सर्वदा क्त्वान्तरूपम् अथवा ल्यबन्तरूपं कर्मपदं स्वीकर्तुं शक्नोति अत्र व्याप्य इति ल्यबन्तरूपम् अस्ति वि उपसर्गपूर्वकः आप्लु धातोः ल्यबन्तरूपं यत्र कुत्रापि उपसर्गः अस्ति चेत् तत्र ल्यबन्तरूपं सिध्यति इति वयं जानीमः परमात्मा देहम् आश्रित्य तिष्ठति इति विषयः कुत्र तिष्ठति परमात्मा अस्माकं देहे हृदये तिष्ठति उत्तमं यदि वयं मन्त्रपुष्पं शृणुमः चेत् तत्र किं वदन्ति नीवारशोकवत्तन्वी पीता भास्वत्यनुपमा इति वदति इत्युक्ते नीवारशोकवत् परमात्मा अस्माकं देहे तिष्ठति इति विषयः परमात्मा देहं सर्वभूतानि वदतु महोदय ब्राह्मयन् सर्वभूतानि यन्द्ररूढानि मायया ब्राह्मयन् गीताश्लोक गीतावाक्यं ब्राह्मयन् उत्तमं महोदय अत्र व्याप्य इति पदमस्ति परमात्मा देहं व्याप्य अवतिष्ठते इति अत्र रूपम् अस्ति किञ्चित् वदतु अवतिष्ठते कोशे अहं दृष्टामि भावविकारवर्ग आख्यातचन्द्रिकाम् अस्ति अत्र अवतिष्ठते इति पदस्य अर्थः कः तिष्ठति एव. उत्तमम्. अत्र तिष्ठति इत्युक्ते अत्र एक्सिस्ट् असमन्तात् तिष्ठति भगिनि, अवतिष्ठति. उत्तमम्. अत्र अत्र किञ्चित् वदामि. अवतिष्ठते इत्युक्ते एक्सिस्ट्, परमात्मा एक्सिस्ट्स् इन् अवर् बाडी इति विषयः. अवतिष्ठते इत्यस्मिन् अव उपसर्गपूर्वकः स्थाधातुः, किन्तु स्थाधातुः परस्मैपदी धातुः. स्थाधातोः रूपं लट्लकाररूपं तिष्ठति, किन्तु अत्र आत्मनेपदीरूपं दत्तमस्ति, अवतिष्ठते इति भवति. किमर्थं तथा इत्युक्ते, यथा मया उक्तं पूर्वस्मिन् सप्ताहे, समवप्रविभ्यः स्थः इति एकं सूत्रमस्ति. तेन सूत्रेण सम् अव प्र वि उपसर्गात् परे स्थाधातुः अस्ति चेत् तदा आत्मनेपदीप्रत्ययान् योजयामः इति विषयः. इत्युक्ते तदर्थम् एकं सूत्रमेव अस्ति, अव प्र वि सम्. एतेषु चतुर्षु अन्यतमः उपसर्गः स्थाधातोः पूर्वम् अस्ति चेत् तदा तस्य अन्ते आत्मनेपदीप्रत्ययं योजयामः इति विषयः. तदर्थमेव अत्र अवतिष्ठते, परमात्मा कुत्र अवतिष्ठते, देहं व्याप्य अवतिष्ठते इति अहं जाने इति भीमः वदति. जाने कीदृशं पदम्? ज्ञादातु, अवबोधने. इतोपि जानीते, जानाते, जानते, जानीषे, जानाथे, जानीद्वे, जाने, जानीवहे, जानीमहे. उत्तमम्. इत्युक्ते अत्र आत्मनेपदीरूपम् उत्तमपुरुष एकवचनरूपं दत्तमस्ति, अहं जाने. यद्यपि अहम् इति पदं नास्ति चेदपि वयम् अवगन्तुं शक्नुमः. जाने इति वदामश्चेत् तदा उत्तमपुरुष एकवचनम् आत्मनेपदीरूपम् इति वयम् अवगन्तुं शक्नुमः. किन्तु अत्र अहं जाने इति लिखितमस्ति. इत्युक्ते अत्र अहं जानामि इति अर्थः. अहं किं जानामि? परमात्मा देहं व्याप्य तिष्ठति. उत्तमं. तदनन्तरं तव लङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे. तव लङ्घनेन इत्युक्ते अत्र हनुमन्तम् उद्दिश्य वदति. लङ्घनेन तव लङ्घनेन परमात्मलङ्घनेन इत्युक्ते तव लङ्घनेन अत्र भीमसेनः किं वदति? सर्वेषां देहे तत्र परमात्मा तिष्ठति इति विषयम् अहं जानामि, तदर्थम् अहं लङ्घयितुं न इच्छामि, तव लङ्घनं कर्तुं न इच्छामि. परमात्मा अवमाननं न कर्तुम् इच्छामि. परमात्मनः अवमाननं कर्तुं न इच्छामि. साधारणतया अत्र एकः विषयः अस्ति. अवमाननम् इति पदं ल्युडन्तपदम्. ल्युडन्तपदात् पूर्वं षष्टिविभक्तेः प्रयोगः भवति साधारणतया. तस्य अवमाननं, तस्य अवमाननं कर्तुं न उत्सहे. कस्य अवमाननं? परमात्मनः. परमात्मनः षष्टिविभक्त्यन्तरूपं वक्तव्यं. परमात्मनः अवमानं कर्तुं न उत्सहे. उत्तमम्. अत्र उत्सहे इति पदमस्ति, कीदृशं पदम्? कोऽपि वदतु. उत् उपसर्गपूर्वकः सः धातुः. किन्तु अत्र इतोपि किञ्चित् भूमा भगिनी वदतु, इतोपि वदतु. उत्तमपुरुष एकवचन. उत्तमम्. उत्तमपुरुष एकवचनं, सः धातुः उत् उपसर्गपूर्वकः. किन्तु धातुः आत्मनेपदी अस्ति इति कृत्वा सहते, सहेते, सहन्ते इत्यादीनि रूपाणि भवन्ति. अत्र लङ्घनम् इति एकं पदमस्ति. लङ्घनम् इत्यस्मिन् अर्थे अन्यानि पदानि किं वक्तुं शक्नुमः? कूर्दनं, जम्पिङ्ग्. साधारण जम्पिङ्ग् इत्युक्ते कूर्दनं भवति, किन्तु अत्र तु लङ्घनं. धातुः भिन्नधातुः. तथा एव उत्प्लवनम् इति पदमपि अस्ति. अवमाननम् इत्युक्ते अनादरः. अनादरः अपमा वदतु भगिनि. एकः संशयः उत् उपसर्गपूर्वक सह धातु सह धातु अर्थं परिवर्तनं भवति उत् युक्तं योजनेन. उत्साह इस् डिफरेण्ट् नो उत्तमम् इत्युक्ते उत्साहः उत्साहः इति पदं साधारणं पदमेव किञ्चित् अर्धपोषणं करोति भेदः किञ्चित् अस्ति अर्धपोषणं भवति तस्य उत्साहे उत्तमम् अत्र कूर्दनम् उत्प्लवनम् इत्यादीनि पदानि अपि सन्ति आहत्य अवतिष्ठते अवगतवन्तः वयम् अत्र अवमाननम् इति पदमस्ति अस्मिन् अत्र अस्यां कथायाम् एव एकम् अन्यत् पदम् अस्ति अवमाननम् इत्यस्मिन् अर्थे एव अवज्ञा अनादरः अपमानः इत्युक्ते यत्र सम्माननं नास्ति तत्र अवमाननम् अत्र अवमाननम् इति पदमपि अस्ति अवमाननम् इति ल्युडन्तपदं किन्तु अपमानः अनादरः अवज्ञा किन्तु अनादरः इति पदं पुंलिङ्गपदम् अपमानः पुंलिङ्गपदम् अवज्ञा इति स्त्रीलिङ्गपदम् इत्युक्ते एतानि सर्वाणि पदानि एते पर्यायवाचकशब्दाः मानहानिः आल्सो कुड् बी उत्तमं मानहानिः उत्तमं मानः हन्ति इतोपि अन्यानि पदानि वदन्तु कोऽपि भगिनि मर्यादा इति पदस्य अर्थः तु पूर्णतया भिन्नः भगिनि इत्युक्ते पूर्णतया संस्कृतभाषायां मर्यादा इत्युक्ते सीमा बौण्ड्रि रामः मर्यादापुरुषोत्तमः इत्युक्ते हि नोस् द बौण्ड्रीस् हौ टु आक्ट् मर्यादा इति पदस्य अर्थः तु किन्तु प्रादेशिकभाषासु तस्य अर्थः तु भिन्नः किन्तु मर्यादा इति पदस्य अर्थः तु सीमा निन्दा वक्तुं शक्नुमः निन्दा वक्तुं शक्नुमः वा अत्र निन्दा अवमाननम् इत्युक्ते निन्दा उत्तमम् अत्र वदतु भगिनि मर्यादार्थं काण्डक्ट् अपि अर्थमस्ति वा भगिनि सीमा सीमा अहं सीमा इति सीमा इति अर्थः एव तत्र सर्वे वदन्ति तत्र रामः मर्यादापुरुषोत्तमः इत्युक्ते तत्र हि नोस् एक्साक्ट्लि द बौण्ड्रीस् आफ् हौ टु आक्ट् इन् एव्री सिचुवेशन् he is a wonderful example when to get angry where to get angry that means anger is also in his control that's what shastra say ramayanam says uttama anantaram atra anyatha hanuman sagaram iva tvam langhayitva gacheyam iti likhitam asti atra anyatha इति पदमस्ति अन्यथा इत्यस्मिन् तत्र एकः प्रत्ययः अस्ति थाल् इति एकः प्रत्ययः अस्ति तस्य उपयोगः प्रकारार्थे थाल् तत्र अन्येन प्रकारेण इति अर्थः अस्ति अपि च सागरं कोऽपि वदतु सागरः इत्युक्ते अत्र उत्तमम् उत्तमं लता भगिनी उक्तवती वदतु भगिनि सगरचक्रवर्ती सगरचक्रवर्ती चिल्ड्रन् गो इन् सर्च् आफ् यज्ञ हार्स् and then they find it i mean they search everywhere but don't find it then they start digging the earth and they go to Patala Loka and there one muni will be I don't remember the muni's name Kapila Muni is it okay thank you Kapila Muni he'll be doing tapas there, and by chance that horse would be tied there in front of the ashram. So these sons think that Muni only has stolen the horse and kept it in his ashram. So they get very angry and reprimand him. Then the Muni gets very angry that they are falsely making this allegation upon him, and then he burns them all. All the 60,000 sons. So in order, and they will be lying like one big ash heap. So in order to get them the swarga, the later next generation Bhagiratha comes, and the story I think everybody knows. So that's how Sagara, when Bhagiratha fills up the whole Patala with that water, then Sagara has come into existence. Sagara Chakravarti. Sagara Samudram. इत्युक्ते अत्र पदमस्ति अत्र सागरः इति पदं सागरः इति इत्युक्ते तत्र सगरेण निवृत्तः सागरः अथवा सगरपुत्राः सागरं निखातवन्तः इत्युक्ते दे डग् अप् सगरपुत्राः सागरं निखातवन्तः इत्युक्ते कथं वयं जानीमः एव अत्र सगरेण निवृत्तः अथवा सगरस्य राज्ञः अयं सागरः इत्युक्ते एतावत् सागरः इति पदं तद्धितान्तपदं तत्र अपत्यार्थे अण् इति एकः प्रत्ययः अस्ति अण् प्रत्ययान्तरूपम् अस्ति तदर्थमेव अत्र सागरः इति पदमस्ति अपि चेत् यदा कदापि अहम् अन्यथा इति पदं शृणोमि चेत् एकं श्लोकम् एकः श्लोकः मनसि आयाति स्मरणे आयाति इत्युक्ते पञ्चतन्त्र उपदेशे एकं वाक्यमस्ति स्वभावः न उपदेशेन शक्यते कर्तुम् अन्यथा इत्युक्ते उपदेशेन एव स्वभावः अन्यथा कर्तुं न शक्यते इति विषयः अन्यथा इत्युक्ते उपदेशेन एव केवलं स्वभावस्य परिवर्तनं कर्तुं न शक्यं किन्तु प्रयत्नं कुर्मः यदा वयं नमस्कारं कुर्वन्ति तत्समये कुर्मः तत्समये अपि अन्यथा शरणं नास्ति त्वमेव शरणं मम इति अन्यथा शरणं नास्ति उत्तमम् अपि च अत्र त्वां लङ्घयित्वा गच्छेयं गच्छेयम् इति कीदृशं पदं महोदय वदतु गच्छ धातु गच्छेयम् इस् विधिलिङ्गलकारः उत्तमपुरुष एकवचनं गच्छेत् गच्छेत् इति प्रथमपुरुष एकवचनरूपं किन्तु उत्तमपुरुष एकवचनरूपम् अहं गच्छेयम् इति अर्थः यद्यपि अहम् इति पदं न लिखितमस्ति अत्र गच्छेयम् इति विधिलिङ्गलकार उत्तमपुरुष एकवचनम् अन्यथा हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयं तादृशरीत्या अहं गन्तुम् इच्छामि यदि भवान् इतोपि किं लिखितमस्ति अत्र तावदेव अग्रे अत्र भीमः न जानाति सः एव हनुमान् सः न जानाति इति कृत्वा गिवन् द बाटम् वानररूपं दृक् भगवान् सिद्ध देव गन्धर्व वाक्काः इति वदन्तु उत्तमम् अधुना अत्र सुजाता भगिनी अग्रिमे पुटे अग्रिमं परिच्छेदं पठतु हनुमान् उच्यते कः सः हनुमान् किमर्थं सः सागरं लङ्घितवान् इति वदतु हनुमान् उच्यते हनुमान् पृच्छति कः सः हनुमान्. किमर्थं सः सागरं लङ्घितवान् इति. अत्र सः इत्युक्ते कः? भीमसेनः. पश्यतु अत्र कः सः हनुमान् इति प्रश्नवाचकवाक्यमस्ति. अत्र सः इत्युक्ते कः? सः हनुमान् हनुमान् एव. हनुमान् अत्र हनुमान् इति पदस्य विषये किञ्चित् वदतु. हनुमान् नकारान्तशब्द नकारान्तपदं नास्ति. हनुमान् न जानामि. चिन्ता मास्तु. अत्र पूर्णेन्दुमहोदय किञ्चित् वदतु हनुमान् इति पदस्य विषये. पूर्णेन्दुमहोदय वदतु. वदतु महोदय. हनुमान् इति पदं हनुमत् इति तकारान्तप्रातिपदिकतः प्रथम एकवचनरूपम् अस्ति. अत्र इतोपि वक्तुमिच्छामश्चेत् तत्र मतुप्रत्ययान्तरूपम् इति वदामः. हनुः इत्युक्ते आङ्ग्लभाषायां हनुः यस्य अस्ति सः हनुमत्. तत्र हनुमान् इति मतुप्रत्ययान्तरूपं प्रथमाविभक्त्यन्तरूपं हनुमान् अस्ति, किन्तु प्रातिपदिकं हनुमत् इति तकारान्तप्रातिपदिकम्. कः सः हनुमान्? किमर्थं सः किमर्थम् इति पदम् अहं बहुवारम् उक्तवती. किमर्थम् इति पदं समस्तपदं. कस्मै इदम् इति विग्रहवाक्यं भवति. तत्र चतुर्थी तत्पुरुषसमासः अस्ति. सः सागरं किमर्थं लङ्घितवान् इति हनुमान् पृच्छति. अत्र लङ्घितवान् इत्यस्मिन् इडागमः अस्ति इति कृत्वा वयम् अवगन्तुं शक्नुमः यत् अयं धातुः सेट् धातुः. सेट् धातुः अस्ति इति कृत्वा अत्र इडागमः भूत्वा लङ्घितवान् यथा पठितवान् तत्रापि इडानुकूलधातुः. अयं धातुः अपि इडानुकूलधातुः. अग्रिमं परिच्छेदम् अत्र दर्शन भगिनी भवती पठतु. महोदय वदतु. लङ्घितवान् इति तवतु प्रत्ययान्तपदं वा? तवतु प्रत्ययान्तरूपं. तवतु प्रत्ययान्त तवतु प्रत्यये अन्त्य उकारः इत्संज्ञक वा अनुनासिक उकारः उकारः उत्तमं महोदय. तवतु इत्यस्मिन् तवतु प्रत्ययः कित् प्रत्ययः. कित् प्रत्ययः इत्युक्ते ककारः इति संज्ञकवर्णः अस्ति. अनन्तरं तवतु इत्यस्मिन् अन्तिम उकारः अपि अपगच्छति. तेन अन्ततो गत्वा तवत् इति एव तत्र अवशिष्यते. एतावत् लङ्घितवान् इति पदस्य प्रातिपदिकं वदतु. तकारान्तप्रातिपदिकं लङ्घितवत्. बहु ध्वनिः अस्ति अत्र. कस्याः गृहे? श्रूयते वा भगिनि? श्रूयते वा भगिनि? न भगिनी न अत्र श्रूयते वा? दर्शन अस्मि भगिनी. डिस्कनेक्टेड् अपि भवति. ओ लक्ष्मी भगिनी नास्ति वा? लक्ष्मी भगिनी नास्ति. सर्वेभ्यः न श्रूयते वा? इदानीं श्रूयते. इदानीं श्रूयते. अस्तु, अत्र लङ्घितवान् इत्यस्मिन् पदे यथा महोदयेन उक्तं तत्र क्तवतु प्रत्ययान्तरूपम् अस्ति, तत्र धातुः सेट् धातुः लङ्घधातुः अपि च क्तवतु इत्यस्मिन् तत्र केवलम् अनुबन्धलोपानन्तरं निरनुबन्धरूपं तवत् इत्येव तिष्ठति. लङ्घितवान् इति पदं प्रथमाविभक्ति एकवचनपुंलिङ्गपदमस्ति, किन्तु तस्य प्रातिपदिकं लङ्घितवत् इति भवति. अपि च अत्र क्तवतु प्रत्ययान्तरूपम् अथवा क्तान्तरूपं द्वयमपि भूतकालार्थे एव योजयामः. कर्तृपदं कर्तृपदस्य विशेषणं भवति, साधारणतया क्तवत्वन्तरूपं कर्तृपदस्य विशेषणं भवति. अत्र सः लङ्घितवान्, हनुमान् लङ्घितवान्, किं लङ्घितवान्, सागरं लङ्घितवान् इत्युक्ते एतावता अयं धातुः सकर्मकधातुः अपि इति अवगन्तुं शक्नुमः एतत् वाक्यं परिशील्य. अधुना दर्श वदतु भगिनि, कर्तरिप्रयोगे वयं तवतु प्रत्ययं योजयामः, तत् वाक्यमेव कर्मणि प्रयोगे टाप् इति वि यूस् इट्. इत्युक्ते अत्र क्तान्तरूपम् उपयुज्य कर्तरिप्रयोगे अपि च कर्मणि प्रयोगे इत्युक्ते द्विधा अपि वाक्यं लेखितुं शक्नुमः, किन्तु धातुं दृष्ट्वा क्तान्तप्रदस्य विषये केचन नियमाः सन्ति. अत्र धातुः कीदृशधातुः, गत्यर्थकधातुः वा अकर्मकधातुः वा सकर्मकधातुः वा, एतत् सर्वं क्तान्तपदस्य विषये द्रष्टव्यं. किन्तु क्तवतु अन्तरूपं साधारणतया कर्तरिप्रयोगे एव कर्तृपदस्य विशेषणं भवति. भगिनि लङ् लङ् धातु अर्थमपि गतौ भोजननिवृत्तौ च लङ्घनं फास्टिङ्ग् न तथा नास्ति. अत्र किं लिखितमस्ति, सागरं लङ्घितवान्, लङ्घितवान् इत्युक्ते अत्र कूर्दनं नो चेत् प्लवनम् इत्यस्मिन् अर्थे अत्र दत्तमस्ति पदं. न आं भगिनि, अष्टाध्याये पश्यामि लङ्घिङ्ग् इति धातु गतौ भोजननिवृत्तौ च द्वौ अर्थः अस्ति, टु गो टु फास्ट् टु अब्स्टेन् फ्रम् लङ् इत लङ्घनं युनो औषधं युनो ज्वरमस्ति ततः लङ्घनं करणीयम् अत्रापि फास्ट्. किन्तु अत्र अत्र तु अर्थः भिन्नः अस्ति, अर्थ अहं न जानामि. अर्थः गतौ अपि अर्थमस्ति, लङ्घनं गतौ अपि अर्थमस्ति, द्रष्टव्यं भगिनि. इत्युक्ते अत्र तु सागरं लङ्घितवान्, अत्र सागरं लङ्घितवान् इत्युक्ते सः उच्चैः कूर्दनं कृतवान् अथवा प्लवनम् उत्प्लवनं प्लवनम् इत्यस्मिन् अर्थे दत्तमस्ति. अग्रे गन्तव्यं. दर्शना भगिनि अग्रिमपरिच्छेदं पठतु. आं भगिनि, हनुमान् मम भ्राता, रामायणे सः अतिविख्यातः. रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजनविस्तृतं सागरं लङ्घितवान्. अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते इति साभिमानं वदति भीमसेनः. अन्ते मार्गं प्रयच्छ इति पुनरपि वदति हनुमान्. वयं श्रूयते वा भगिनि? श्रूयते, वदतु. हनुमान् वयं चर्चितवन्तः. मम तु अस्मत् शब्दस्य दकारान्त त्रिलिङ्गक षष्टिविभक्ति एकवचन. प्रातिपादिकम् अस्ति भ्रातृ इति ऋकारान्त पुल्लिङ्ग् शब्दः एकवचन. परिच्छेदम् अत्र भ्राता किञ्चित् एकवारं भ्राता पदस्य प्रथमाविभक्त्यन्तरूपाणि त्रीणि रूपाणि वदतु. अत्र भ्राता शब्दस्य त्रीणि रूपाणि. uh, अत्र समीचीनतया वक्तव्यं. भूमा भगिनी वदतु. भ्रातरः भगिनी श्रूयते वा? अधुना श्रूयते सम्यक्. अधुना वदतु भगिनी. भ्राता भ्रातारौ भ्रातरः. अत्र भ्रातारौ भवति वा? भ्रातरौ. भ्राता भ्रातरौ भ्रातरः इति रूपाणि भवन्ति. अत्र दर्शना भगिनी भवत्याः दूरवाणी सम्यक् न श्रूयते, किञ्चित् पुनः सम्पर्कं कृत्वा आगच्छतु. दर्शना भगिन्याः ध्वनिः सम्यक् न श्रूयते. अत्र भ्राता भ्रातरौ भ्रातरः इति रूपम् अस्ति. अत्र दर्शना भगिनी वक्तुमिच्छति चेत् सम्यक्, नो चेत् तत्र शुभदा भगिनी भवती. भगिनी, इन् ऋकारान्त पुल्लिङ्गशब्दः ओन्ली दाता हेज़् आकारान्त दीर्घ, नो? धाता, दातारो, दातारः. बट् इन् आल् पिता, पितृ एण्ड् भ्रातृ एण्ड् आल् इल्ल. उत्तमम्. इत्युक्ते अत्र गते सप्ताहे एव अहम् एकं करपत्रं प्रेषितवती, तत्र माता, पिता, भ्राता एतादृशेषु पदेषु तत्र मध्ये द्विवचने दीर्घत्वं नास्ति. इत्युक्ते भ्राता भ्रातरौ भ्रातरः, पिता पितरौ पितरः, माता मातरौ मातरः इत्यादीनि रूपाणि भवन्ति. किन्तु यथा भगिन्या उक्तं कर्ता दाता इत्यादिषु पदेषु तत्र कर्ता कर्तारौ कर्तारः, दाता दातारौ दातारः इत्यादीनि रूपाणि भवन्ति. तदर्थमपि सूत्रमस्ति. इत्युक्ते एतानि पदानि सर्वाणि अपि, यद्यपि एतानि पदानि तृच् प्रत्ययान्तरूपाणि, तथापि तत्र भिन्नसूत्रेण तत्र कुत्रचित् यद्यपि एते सर्वे अपि तृच् प्रत्ययान्तरूपाणि एव, किन्तु कुत्रचित् द्विवचनरूपेषु दीर्घत्वं तत्र श्रूयते इति विषयः. अधुना अत्र शुभदा भगिनी भवती अत्र अस्मिन् परिच्छेदे किं लिखितमस्ति किञ्चित् प्रतिपादयतु. आं भगिनि, हनुमान् मम भ्राता. हनुमान् एकवचने, हनुमत् इस् द प्रातिपदिक. हनुमान् इस् द हनुः अस्य अस्ति सः. सो हनुमत् इस् द पुल्लिङ्ग, सो हनुमान् इस् द पुल्लिङ्ग प्रथम एकवचन. मम अहं पदस्य षष्टिविभक्ति. मम भ्राता भ्रातृ इस् द ऋकारान्तपुल्लिङ्गी शब्दः. तस्य भ्राता भ्रातरौ, सोरि, भ्राता भ्रातारौ भ्रातारः. प्रथमपुरुष एकवचन इस् भ्राता. रामायणे सः अतिविख्यातः. रामायणे सः हनुमान् सः हनुमानः सः अतिविख्यातः. हनुमानः अतिप्रसिद्धः अस्ति इति भीमसेनः वदति. रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजनविस्तृतं सागरं लङ्घितवान्. रामस्य पत्नी, रामपत्नी, रामपत्न्याः सीतायाः षष्ठी एकवचन. रामपत्न्यायाः, रामपत्न्याः षष्ठी एकवचन. सीतायाः षष्ठी एकवचन. अन्वेषणाय लेबन्त, नो, या लेबन्त, न न भगिनि, अन्वेषणाय इत्युक्ते चतुर्थी, अन्वेषणं दर्शना भगिनी भवत्याः दूरवाणी सम्यक् नास्ति. अधुना शुभदा भगिनी वदन्ती अस्ति. वदतु भगिनी, शुभदा भगिनी वदतु. अन्वेषणम् इति इति पदस्य चतुर्थी एकवचन अन्वेषणाय. सः शतयोजनविस्तृतं सागरं. शतयोजनविस्तृतं इति विशेषणः सागरः पदस्य विशेषणं. शतयोजनविस्तृतं सागरः सागरः इति विस्तृतः कदा कदा विस्तृतः शतयोजना, देट् इस् हण्ड्रेड्स् आफ् योजना इस् अ परिमाणः आफ् मेजर्मेण्ट् शतयोजना. अत्र किञ्चित् वदामि. अत्र विस्तीर्णम् इति एकं पदमस्ति, अथवा सागरः कियान्, तत्र कियत् इति एकं प्रातिपदिकमस्ति. कियत् कियत् इत्युक्ते हौ मच्. तत्र कियत् इति पदस्य तकारान्तप्रातिपदिकमस्ति, इत्युक्ते प्रश्नार्थकवाक्यं निर्मातुं शक्नुमः. पुंलिङ्गे कियान् सागरः कियान् विस्तृतः. स्त्रीलिङ्गे कियति इति भवति तस्य रूपं, किन्तु नपुंसकलिङ्गे कियत् इति भवति. इत्युक्ते एतावता कियत् इति प्रातिपदिकं त्रिषु लिङ्गेषु भवति. कियान्, कियति, कियत् इति. अपि च अत्र यथा भवत्या उक्तं पुंलिङ्गी शब्दः इति उक्तवती. कोऽपि वदति वा पुंलिङ्गी शब्दः इति कीदृशं पदं? भवती एव वदतु. न महोदय, अत्र पुंलिङ्गी इत्युक्ते तत्र इनि प्रत्ययान्तरूपम् इत्युक्ते नकारान्तपदं भवति. यथा गुणिन्, गुणिन् शब्दवत् गुणिन् इति नकारान्तपदं प्रथमाविभक्त्यन्तरं रूपं गुणी भवति. तथा एव अत्र भगिन्या पुंलिङ्गी शब्दः. यस्य यस्मिन् पदे पुंलिङ्गमस्ति तत्पदं, यस्मिन् गुणः अस्ति सः गुणी, तथा एव पुंलिङ्गी शब्दः. उत्तमं भगिनि, अग्रे वदतु. अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते इति साभिमानं वदति भीमसेनः. सो भीमसेनः उक्तवान् अहमपि हनुमानस्य बले. भगिनि भगिनि, अत्र हनुमानस्य इति असाधुरूपं, किं वक्तव्यं? हनुमतः षष्ट्यन्तं रूपं हनुमतः वदतु. हनुमतः तुल्यः. अहमपि युद्धे पराक्रमः करोमि इति स अभिमानसहितं भीमसेनः उक्तवान्. अन्ते मार्गं प्रयच्छ इति पुनरपि वदति. एतम् उक्त्वा भीमसेनः अन्ते हनुमते चतुर्थी हनुमते वदति. हनुमते वदति. न, अत्र वदति इति वक्तुमिच्छामश्चेत् तत्र सकर्मकवाक्यं भवति. हनुमन्तं वदति, हनुमन्तं प्रति वदति. सो अन्ते भीमसेनः हनुमन्तं प्रति वदति मार्गं प्रयच्छ. अहं गन्तुम् इच्छामि, अहं लङ्घयितुम् इच्छामि, अहं गन्तुम् इच्छामि, सोरि, गन्तुमिच्छामि. उत्तमम् उत्तमं भगिनि. अत्र उपरि रामायणम् इति पदमस्ति. अत्र रामायणम् इत्यस्मिन् पदे णत्वं नकारः किमर्थम् अस्ति इत्यस्य कृते एकं प्रत्येकं णत्वविधायकसूत्रम् अस्ति. साधारणतया पूर्वपदे निमित्तम् अस्ति. अत्र साधारणतया णत्वविधायकसूत्रेषु निमित्तं अपि एकमेव एकस्मिन्नेव पदे अस्ति चेदेव साधारणतया तत्र णत्वं भवति, यथा पूर्ण इत्यस्मिन् पदे रेफस्य अनन्तरं नकारः अस्ति, पूर्ण अत्र पूर्णेन्दुमहोदयः अस्ति, पूर्ण इत्यस्मिन् साक्षात् अनन्तरं रेफस्य अनन्तरं दन्त्यनकारः अस्ति चेत् सः दन्त्यनकारः अत्र रेफस्य कारणेन मूर्धन्यणकारः भवति पूर्ण इत्यस्मिन् पदे. तस्य कृते रसाभ्यां नोणः समानपदे इति सूत्रं, किन्तु मध्ये व्यवधानम् अस्ति चेदपि तत्र णत्वं भवति. तदर्थम् अट्कुप् वाङ्नुं व्यवायेपि सूत्रमस्ति. किन्तु अत्र रामायणम् इत्यस्मिन् पदे निमित्तं तु पूर्वपदे अस्ति. रेफः राम इत्यस्मिन् तत्र आदिमवर्णः रकारः रेफः अस्ति, किन्तु अयनम् इत्यस्मिन् तत्र दन्त्यनकारः अस्ति. अत्र केवलम् अस्य पदस्य विषये एकं सूत्रमस्ति, पूर्वपदात् संज्ञायाम् अगः इति एकं सूत्रमस्ति. पूर्वपदात् संज्ञायाम् अगः इत्युक्ते अत्र रामायणम् इति पदं संज्ञापदम् इत्युक्ते तस्य नामकरणम् अस्ति रामायणम् इति कृत्वा अनेन सूत्रेण पूर्वपदात् संज्ञायामगः इति सूत्र अत्र रामायणम् इत्यस्मिन् पदे. तदर्थमेव अत्र यद्यपि निमित्तं पूर्वपदे अस्ति तथापि उत्तरपदे रेफस्य कारणेन मूर्धन्यणकारः आगतः इति विषयः. अपि च अत्र रामस्य नारायणं नमस्कृत्य अहं चिन्तयामि महोदय, नारायणं नारायणमपि तथा एव. अत्र रामस्य अयनम् इति विग्रहवाक्यं वदामः. अपि च विख्यातः इति पदमस्ति, अत्र अति उपसर्गः अस्ति, वि उपसर्गः अस्ति, ख्यातः तत्र एकः धातुः अस्ति, धातुः सः तस्य धातोः लट्लकाररूपं ख्याति, लट्लकाररूपं. किन्तु ख्यातिः इति पदमपि अस्ति, ख्यातिः इति पदं क्तिन् प्रत्ययान्तरूपम्, अत्र विख्यातः इति कृतान्तरूपं, कृताप्रत्ययान्तरूपं. ख्यातः इति कृतान्तरूपम् अस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति. साधारणं पदमेव, वयं जानीमः एव विख्यातिः प्रख्यातिः, वि उपसर्गं योजनेन विख्यातिः, प्रायोजनेन प्रख्यातिः. किन्तु आख्यात इति पदमस्ति, साधारणतया तिङ् प्रत्ययस्य नाम अस्ति, व्याकरणवर्गे वयं पठितवन्तः तिङ् प्रत्ययः. तिङ् प्रत्ययस्य अन्यनाम अस्ति आख्यातप्रत्ययः. अत्र विख्यात इति पदं दत्तमस्ति. हनुमान् अतिविख्यातः, सः अतिविख्यातः. अपि च रामपत्न्याः, अत्रापि रामस्य पत्नी इति लिखितमस्ति, रामपत्न्या सह सीतायाः अन्वेषणार्थम्, अत्र अन्वेषणाय इत्युक्ते अन्वेषणार्थं, शतयोजनविस्तृतं सागरं लङ्घितवान्. अत्र शतयोजनम् इत्युक्ते तत्र शतयोजनम् इत्युक्ते कियत्, कियान् दूरः, कियान् दूरः अत्र सम्भावना नास्ति भगिनी. अत्र शतं योजनैः विस्तृतम्, अत्रापि तृतीया तत्पुरुष भवति इति अहं चिन्तयामि. अत्र शतयोजनं, शतयोजनानि इत्युक्ते तत्र विग्रहवाक्यं किं भगिनि, शतं योजनैः शतं योजनैः विस्तृतं सागरं, सागरं सागरशब्दस्य विशेषणमेव शतयोजनविस्तृतम्. अपि च अत्र शतयोजनम् इत्युक्ते क्रोशचतुष्टयं, अथवा आङ्ग्लभाषायां वक्तुमिच्छामश्चेत् 13 किलोमीटर्स् इति भवति. शतयोजनविस्तृतं सागरं लङ्घितवान्. अहमपि बले पराक्रमे युद्धे च तेन तुल्यः, तेन तुल्यः इत्युक्ते हनुमता तुल्यः. तुल्यः इत्युक्ते अत्र तुल्यः इत्यस्मिन् अर्थे अन्यानि पदानि समः, सदृशः, समानः, अत्र पुंलिङ्गे वक्तव्यं समानः, सदृशः इति वर्ते. भगिनी वदतु, वर्ते इति कीदृशं पदम्? व्रूवर्त, उत्तमपुरुष, एकवचन. एकवचनम्, उत्तमं. साभिमानम् इत्युक्ते तत्र साभिमानम् इति पदम् अत्र क्रियाविशेषणमस्ति. अत्र साभिमानं क्रियाविशेषणम् इत्युक्ते भिन्नरीत्या वक्तुम् इच्छामश्चेत् अभिमानेन सह, सर्वेण अभिमानेन सह इति भवति. साधारणतया अहं सन्तोषेण वदामि इति एकं वाक्यं, नो चेत् भिन्नरीत्या वक्तुम् इच्छामश्चेत् अहं सन्तोषं वदामि, तथा एव अत्रापि सन्तोषेण वदामि इति भिन्नरीत्या वदामश्चेत् सन्तोषं वदामि, तदा एव अत्रापि अभिमानेन सह वदति. अत्र अभिमानः वदतु. इन् इन्विटेशन् कार्ड्स् दे रैट् नो, सपत्नी, सपरिवार, ब्रिङ्ग् आल् आफ् देम्. उत्तमम्, अभिमानेन सह अत्र यथा भगिन्या उक्तम्, उत्तमम्. अत्र अभिमानम् इत्युक्ते भवत्याः अवगमनं किं भगिनि वदतु? शुभदा भगिनि वदतु. सोरि, ऐ डिडन्ट् गेट् यू. किं वदति अत्र? अभिमानं वदति इत्युक्ते साभिमानं वदति इति क्रियाविशेषणम् अस्ति. अत्र अभिमानं, साभिमानम् इत्युक्ते भवत्याः अवगमनं किम् अर्थविषये? साभिमानम् अभिमानं सहित, अभिमानेन सह आङ्ग्लभाषायां किं वदामः? प्राउड्ली, लैक् वित् प्रैड् अथवा इगोयिस्टिकल्ली, गर्वेण. उत्तमम्, उत्तमम्. भीमसेनः वदति अन्ते मार्गं प्रयच्छ इति पुनरपि वदति. अत्र पुनरपि इति एकं पदम् अस्ति. पुनः इति पदं तस्य मूलरूपं पुनर् रेफान्तव्ययम् इति वदामः. रेफान्तव्ययमस्ति, तत्र रेफस्य स्थाने अन्ते विसर्गादेशः भवति. पुनः इत्युक्ते अर्थः कः इति पश्यामश्चेत् अप्रथमः, न प्रथमः, अप्रथमः, प्रथमः नास्ति. पुनः पुनः वदामि, तत्र पुनः पुनः वदामि इत्यस्मिन् अर्थे एव एकं पदमस्ति. पौनःपुन्यं, पौनःपुन्यम् इति दधितान्तपदं. यदा वयं पुनः पुनः कुर्मः तस्य भावः, पुनः पुनः इत्यस्य भावः पौनःपुन्यम्. किन्तु अत्र पुनः इति रेफान्तव्ययम् इति वक्तव्यं. तावदेव अत्र. इतोपि वारं वारं, वारं वारम्, उत्तमं. वारं वारम्, उत्तमम्. अत्र मार्गं प्रयच्छ इति उक्तवान्. अत्र प्रयच्छ इति कीदृशं पदम्? दायच्छ क्रियापदस्य लोट्लकार, मध्यम पुरुष, एकवचन. उत्तमम्, उत्तमं भगिनि. इत्युक्ते आहत्यत्र धातुः तु दा धातुः, दान् दाने इत्यस्मिन् अर्थे. तत्र एकं विशिष्टसूत्रमस्ति, तेन विशिष्टसूत्रेण दा स्थाने यच् आदेशः भवति. तत्र पाघ्राध्मास्था इति एकं बहु दीर्घं सूत्रमस्ति, तेन दीर्घसूत्रेण दा स्थाने यच् आदेशः भवति. उत्तमम्. अनन्तरम् अत्र अरुणा भगिनी भवती पठतु अग्रिमं वाक्यम्. भगिनि, भीमसेनः पृच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति. ततः सः अवज्ञया वामहस्तेन पृच्छं गृहीतवान्, किन्तु तत् पृच्छं किञ्चिदपि न कम्पते. अधुना भीमसेनः बाहुभ्यां पृच्छम् उच्छेप्तुं प्रयतते तथापि पृच्छं न कम्पते। भीमसेनस्य शरीरं खिद्यते, पुनः पुनः प्रयत्नेनापि सः विफलः जायते, सः नितरां लज्जते। अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते, कपिशार्दूल मां क्षमतां, वानररूपदृक् भवान् सिद्धः देवः गन्धर्वः वा कः इति वदतु, अहं शिष्यवत् भवन्तं पृच्छामि, कृपया वदतु इति। भगिनि अत्र भवती तत्र पूर्वम् एकं बहु लघु परिच्छेदः अस्ति, तत् पठति वा? अत्र हनुमान् वदति, हनुमान् वदति, जरया मम उत्थातुं शक्तिः नास्ति, तमेव अनुकम्पया एतत् पृच्छम् अपसर्य गच्छ इति हनुमान् वदति। जरया इति तृतीया जरा वृद्धवयसः, जरया इति तृतीया मम अस्मत्शब्द षष्टि एकवचनं मम उत्थातुम् उत्थादातु तुमुन् उत्थातुं शक्तिः नास्ति, त्वम् एव अनुकम्पयापि तृतीया एकवचनं अनु योग कम्प् दातु अनुकम्प एतत् पुच्छम् अपसार्य पृच्छमिति वदन्ति एकवचनं अपसार्य इति सादरं अपसार्य लभन्तम् इति अहं मन्ये उत्तमम्। अत्र इतोपि किञ्चित् वदामि, अत्र यथा भगिन्या उक्तं जरया इति तत्र तृतीयान्तं रूपम् एव, तत्र जिरु इति एकः धातुः अस्ति, जिरु धातोः रूपमेव जीर्यति, जीर्यति इति एकं रूपम् अस्ति, तत्र जिरु धातोः लट् रूपं जीर्यति, किन्तु अत्र जरा इति पदम् इत्युक्ते वृद्धाप्यम् इति अर्थः अस्ति, तत्र धातुः तु दीर्घरूकारान्तधातुः अस्ति। साधारणतया मम उत्थातुं शक्तिः नास्ति इति वाक्यं लिखितमस्ति, अत्र केवलं षष्टिविभक्तिरूपं योजितमस्ति, मम शक्तिः नास्ति। साधारणतया वयं किं चिन्तयामः, मयि शक्तिः नास्ति इति चिन्तयामः, किन्तु अत्र किं लिखितमस्ति, मम शक्तिः नास्ति उत्थातुम् इति विषयः अस्ति अत्र, तद् विषयं स्मर्तव्यं, विषयः स्मर्तव्यः, मम उत्थातुं शक्तिः नास्ति। अनुकम्पा इति प्रथमाविभक्त्यन्तरूपं स्त्रीलिङ्गपदम्, अनुकम्पा, अनुकम्पा इत्युक्ते दया कृपा सहानुभूतिः इत्यादीनि पदानि सन्ति, दया इत्यस्मिन् अर्थे लिखितमस्ति। पुच्छं, पुच्छम् इति द्वितीयविभक्त्यन्तरूपम् अस्ति, अत्र पुच्छम् इत्यस्मिन् अर्थे अन्यानि पदानि कोऽपि वदति वा? लाङ्गूलम्, उत्तमं, लाङ्गूलम्, लाङ्गूलम् इति इत्युक्ते पुच्छम् इत्युक्ते पश्चाद्भागः एव पुच्छम्। अपसार्य इति पदमस्ति ल्यबन्तरूपम्, इतोपि किञ्चित् वक्तव्यम् अपसार्य इत्यस्मिन् विषये, कोऽपि वदति वा? अप उपसर्गपूर्वक सृ धातु, अपि च णिजन्तरूपं, णिजन्तरूपं, णिजन्तरूपम् अत्र, अत्र सारयति इति रूपम् अस्ति, तस्य णिजन्तरूपम् अपसार्य इत्युक्ते भवान् अपसारयतु अथवा त्वम् अपसारय इति मध्यमपुरुषे वक्तुमिच्छामश्चेत् त्वम् अपसारय अथवा भवान् अपसारयतु इति, अपसार्य गच्छ इति हनुमान् गम्दातु गमल् रुट् लोट्लकार मध्यमपुरुष एकवचन गच्छ. उत्तमम् उत्तमम्. अनन्तरं शशिकला भगिनी भवती पठतु अग्रिमपरिच्छेदम्. भगिनी अस्ति वा? नो चेत् अत्र भूमा भगिनी भवती पठतु. भीमसेनः भीमसेनः पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेष्यामि इति मनसा चिन्तयति. तावत् वदतु. भीमसेनः मनसा चिन्तयति पुच्छ हनुमन्तं पुच्छं गृहीत्वा वानरस्य यमसदनं अहं यमं प्रति प्रेषयामि इति चिन्तयति. उत्तमम्. अत्र यमसदनम् इत्युक्ते यमसदनं यमस्य गृहं यमसदनम्. उत्तमं. सदनम् इत्युक्ते गृहं. यमसदनम् इत्युक्ते यमस्य गृहम् इत्युक्ते अहं मारयामि. नरकः नरकः वा किल यमलोकं प्रेषयामि. अत्र सदनम् इत्युक्ते गृहमेव. यमस्य सदनं यमसदनम्. अत्र मनसा शब्दस्य रूपाणि किञ्चित् वदतु भगिनि. मनसा चिन्तयति मनस् सकारान्त सकारान्तपदं सकारान्तपदं वदतु. मनः मनां मनसि मनांसि. उत्तमं. मनः मनसि मनांसि. मनः मनसि मनांसि. मनसा मनोभ्यां मनोभिः इत्युक्ते आहत्य सकारान्तपदमस्ति नपुंसकलिङ्गपदम्. मनः इति पदं नकारान्तपदम्. अपि च अत्र क्षम्यतां मनः इति पदं सकारान्तपदम् हलन्तपदम् अस्ति. अपि च अत्र तृतीयाविभक्ति एकवचनरूपं दत्तमस्ति. अत्र विशेषः कः इत्युक्ते पुच्छे गृहीत्वा इति लिखितमस्ति. पुच्छे इत्यस्य रूपं किम्? सप्तमी विभक्ति. उत्तमं. सप्तमी विभक्ति इत्युक्ते अत्र साधारणतया कुत्र साधारणतया सप्तमी विभक्तेः प्रसङ्गे वयम् एतत् अवगन्तुं शक्नुमः. तत्र शरीरस्य भागः अस्ति इत्युक्ते शरीरस्य भागमस्ति इति कृत्वा पुच्छे गृहीत्वा कुत्र गृहीतवान् पुच्छे गृहीत्वा इत्युक्ते सप्तमी अन्तरूपं योजयित्वा तादृशरीत्या लेखनीयम्. अन्यानि वाक्यानि अपि वक्तव्यानि अत्र उदाहरणत्वेन. पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि. अत्र वानरः इत्युक्ते वनसम्बन्धीफलादिकं गृह्णाति इत्यस्मिन् अर्थे वानरः. उत्तमम्. अनन्तरं अत्र प्रिया भगिनी अग्रिमं वाक्यं पठतु. आं भगिनि. ततः सः अवज्ञया वामहस्तेन पुच्छं गृहीतवान्. अग्रे पठामि वा? अग्रे पठतु किञ्चित् पठतु. किन्तु तत् पुच्छं किञ्चिदपि न कम्पते. अधुना भीम अस्तु तावत् वदतु. ततः इति ततः अव्ययं पदानि वा? ततः अतः ततः इत्युक्ते तदनन्तरम् इति तत् समयं तदनन्तरम् इति अर्थं. सः अवज्ञया न अवज्ञया न अवगमनम् इति अर्थं वा? अत्र किञ्चित् वदामि. अत्र अवज्ञा इति आकारान्तपदमस्ति, अत्र अव इति उपसर्गः अस्ति ज्ञा धातोः रूपं. ज्ञा धातोः रूपम् एतावता अवज्ञा इत्युक्ते अनादरः, अनादरेण. अत्र स्त्रीलिङ्गपदमस्ति इति कृत्वा अवज्ञया इति लिखितमस्ति, किन्तु वयम् अनादरेण पुल्लिङ्गमस्ति चेत् अनादरेण. वामहस्तेन पुच्छं गृहीतवान्. गृहीतवान् इति त्वान्तं गृह्णाति इति क्रियापदस्य त्वान्तं गृहदातु भगिनि. क्तवत्वन्तम् अतवत्वन्तम् अस्तु भगिनि, तवत्वन्तम्. अग्रे किन्तु, किन्तु इति परन्तु अव्ययमेव. तत् पुच्छं किञ्चिदपि न कम्पते. कम्पते कम्पदातु आत्मनेपदी कम्पते. उत्तमं. कम्पते कम्पेते कम्पन्ते. अग्रे पठतु. अधुना भीमसेनः बाहुभ्यां पुच्छम् उत्क्षेप्तुं प्रयतते. प्रयतते अधुना, अधुना इदानीम् इति अर्थं, मीन्स् नौ. अधुना भीमसेनः बाहुभ्यां, बाहुभ्याम् इति द्वय बाहु बाहोः सहि बाहोः सहितं बाहुः तत्र रूपं बाहुभ्याम् इति बाहुभ्यां पञ्च पञ्चमी वा तृतीया द्विवचनम्. उत्तमं. बाहुशब्दस्य रूपाणि वदतु, प्रथमान्तरूपाणि वदतु. बाहुः बाहु बाहवः गुरुशब्दवत् समानं बाहुः. अग्रे वदतु. बाहुः बाहु बाहवः बाहुं बाहु बाहुः बाहून् बाहून् बाहून् बाहु बाहु बाहुना बाहुभ्यां बाहुभिः. उत्तमं, तावत् पर्याप्तम्. अनन्तरम्? अनन्तरम् उच्चम् उत्क्षेप्तुम्. उत् इति उपसर्गम् अत्र. क्षेप्तुम् इति उत्थातुम् इति अर्थं वा? उत्था क्षेप्तुं मीन्स् क्षेप्तुं किं, क्षेप्तुम् उत्थातुम् इति अर्थं वा भगिनि? अत्र उत्क्षेप्तुम् इति तुमनन्तरूपम् अस्ति. तत्र क्षिपति, क्षिपति इति एकं क्षिपति इत्युक्ते क्षिप् धातोः रूपं. तत्र गुणः भूत्वा क्षेप् तत्र गुणकार्यं भूत्वा क्षेप्तुम् इति रूपम् आयाति, किन्तु धातुः तत्र क्रियापदं क्षिपति. क्षिपति अस्तु. क्षिपति इति अर्थं थ्रो इति अर्थं न भगिनि? ओ पुच्छम् अस्तु, रुभु इति अर्थं वा अत्र पुच्छं? क्षिपति इति त्रो इति अर्थं किल क्षिपति इत्युक्ते भीमसेनः बाहुभ्यां बाहुभ्यां पुच्छम् उत्क्षेप्तुं प्रयतते. इत्युक्ते उत्क्षेप्तुम् इत्युक्ते उपरि क्षेप्तुम्. अस्तु अस्तु बाहु अस्तु भगिनि. त्रो इति त्रो एव प्रयतते. प्रयतते ट्रै प्र इति उपसर्गम् अत्र. यतते प्रयतते ट्रै इति प्रयत्नं करोति इति अर्थम् अत्र प्रयतते. उत्तमम्. इत्युक्ते अत्र प्र उपसर्गपूर्वकः तत्र यतते इति पदमस्ति. आत्मनेपदि, आत्मनेपदि धातुः साधारणतया प्रयत्नः. अत्र यतते इत्यस्य रूपाणि किञ्चित् वदतु. यतते यतेते यतन्ते यतसे यतेथे यतद्वे यते यतावहे यतामहे. उत्तमम्. अग्रे वदतु. अग्रे तथापि पुच्छं न कम्पते. तथापि तदनन्तरमपि पुच्छं न कम्पते. कम्पते कम्पदातु आत्मनेपदी प्रथमपुरुषः. उत्तमम् उत्तमम्. अरविन्दमहोदयः उक्तवान् इत्युक्ते तत्र इदित् धातुः का तत्र इदि कप्यौ इति इदित् धातुः अस्ति. तेन तत्र इदित् धातुः अस्ति इति कृत्वा इदितोनुं धातोः इति सूत्रेण तत्र मध्ये नुमागमः भवति. तदनन्तरं नकारस्य स्थाने मकारः आयाति. एतत् सर्वं भवति इत्युक्ते आहत्य अत्र मूलधातुः औपदेशिकधातुः कप्यौ कपि तत्र अनुनासिक अनुनासिक इकारः तत्र अन्ते श्रूयते इदित् धातुः. यत्र यथा वदेव वदीन् इति धातुः अस्ति, वदीन् धातुतः एव वन्दते इति रूपम् आयाति. तथा एव अत्रापि मूलधातुः उपदेशावस्थायां तस्य रूपं कपिम् इति भवति. किन्तु लौकिकधातुः कम्प् वदतु. भीम अग्रे पठामि वा. भीमसेनस्य शरीरं स्विद्यते. भीमसेनस्य षष्ठी एकवचनं भीमसेनस्य भीमसेनः इति भीमसेन इति प्रातिपदिकं भीमसेनः इति प्रथम एकवचनं शरीरं नपुंसलिङ्गं शरीरम् अत्र तु द्वितीया विभक्ति एकवचनं स्विद्यते स्विद्धातु अत्र शरीरम् इति अत्र धातुः स्विद्यते इति धातुः कीदृशधातुः दृष्ट्वा अत्र कर्मपदमस्ति वा न वा इति वक्तुं शक्नुमः. वदतु. अस्तु अस्तु अहं चिन्तयामि शरीरम् इति द्वितीया एक विभक्ति एकवचनं स्विद्यते अत्र कर्मपदं किल शरीरं भीमसेनस्य शरीरं स्विद्यते स्विद्यते श्रीदां दादु भगिनि श्रीदां दादु गात्रप्रक्षरणे श्रीदां चुरादिदातु स्विदति स्विद्यति स्विद्वतः स्विद्यन्ति स्विद्यतसि स्विद्यस स्विद्यथा स्विद्यामि स्विद्यावः स्विद्यामः श्रीदां दादु गात्रप्रक्षरणे. अस्तु इत्युक्तत्र अहं चिन्तयामि अत्र स्विद्यते धातुः द्रष्टव्यः अत्र शरीरं स्विद्यते गात्रं प्रक्षरणे नो चेत् तत्र यकारः श्रूयते इति कृत्वा दिवादिगणे अस्ति वा एतत् सर्वं चुरादिगणे कर्मणि प्रयोग किल शरीरं नपुंसकलिङ्गे कर्मणि रूपमपि भवितुम् अर्हति. दिवादिगण दिवादिगण अस्ति भगिनि दिवादिगणं अस्तु अहं न दृष्टवती सम्यक्. उत्तमं स्विद्यते भीमसेनस्य शरीरं स्विद्यते तदनन्तरम् अत्र अर्थं किम् अर्थं भगिनि अर्थं स्विद्यते स्वेटिङ्ग् इति संस्कृते अन्य समानपदं न जानामि स्वेदः इति पदमस्ति स्वेदः. अस्तु स्वेदः इत्युक्ते स्वच् स्वेदः इत्यस्मिन् अर्धे अग्रे अग्रे गन्तव्यं. धन्यवादः भगिनि. अधुना पूर्णेन्दुमहोदय भवान् पठति वा वयं शीघ्रं समापयामः कथाम्. पुनः पुनः प्रयत्नेनापि सः विफलः जायते. सः नितरां लज्जते. अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते कपि शार्दुल मां क्षमताम्. इदानीं पर्यन्तं वदामि. पुनः पुनः प्रयत्नेन अपि सः विफलः जायते. भीमसेनः पुनः पुनः प्रयत्नं करोति परन्तु सः विफलः जायते. अत्र जायते आत्मनेपदि लटि प्रथमपुरुष एकवचनम् अस्ति. तत्र धातुः जा इति चिन्तयामि भगिनि अत्र जनी इति जनी प्रादुर्भावे जनी प्रादुर्भावे इति अर्थे अस्ति. तत्र दिवादिगणीयधातुः, किन्तु जनी धातुः इत्युक्ते उपदेशावस्थायां जनी इति वदामः, किन्तु लौकिकधातुः जन् जन् भवति. सः धातुः अपि अकर्मकधातुः. किन्तु अत्र एकः विषयः अस्ति, सः विफलः इति पदमस्ति. कः विफलः? साधारणतया फलम् इति पदं नपुंसकलिङ्गपदं, किन्तु अत्र विफलः इति पुंलिङ्गपदम् अस्ति. इत्युक्ते भवतः अवगमनं किम्? प्रयत्नः विफलः, तत् साधु एव. अत्र किञ्चित् वदामि, अत्र भीमसेनः विफलः इत्युक्ते भीमसेनस्य विशेषणम् अस्ति विफलः इति पदं. विफलः इति पदं तत्र बहुव्रीहिसमासयुक्तं पदम्. इत्युक्ते साधारणतया बहुव्रीहिसमासे किं भवति इत्युक्ते लिङ्गपरिवर्तनं भवति. फलं, यद्यपि फलम् इति पदं नपुंसकलिङ्गपदम्, अत्र विफलः इत्युक्ते विगतं फलं यस्मात् सः इति विग्रहवाक्यं भवति. विगतं फलं यस्मात् सः विफलः इति समस्तपदनिर्माणं भवति. आहत्यत्र विफलः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति, अपि च भीमसेनस्य विशेषणं भवति इति विषयः. अत्र जनि प्रादुर्भावे इति दिवादिगणीयधातुः अकर्मकधातुः अस्ति, अपि च अत्र नितरां लज्जते. वदतु महोदय. नितरां तु अभ्यायपदमस्ति. लज्जते धातुः किमस्ति अहं न जानामि. अत्र एकः धातुः अस्ति इत्युक्ते अहं चिन्तयामि ओ लस्ज् इति लिखितमस्ति. लस्ज् किमर्थं तत्र सकारः अस्ति, एतत् सर्वं द्रष्टव्यं. लज्जते इति आत्मनेपदिरूपम् अस्ति, किन्तु अत्र नितराम् इत्युक्ते कम्प्लीट्लि अथवा एक्सेसिव्लि कम्प्लीट्लि इति अर्थः. नितरां लज्जते excessively, he felt ashamed. अत्र लज्जते इत्यस्मिन् अर्थे लज्जते अकर्मकधातुः इति भाति. सः लज्जते, किन्तु अत्र नितराम् इति पदम् अव्ययं भवति. उत्तमं, नितरां लज्जते सः, कर्मपदं नास्ति अत्र. लज्जते इत्यस्मिन् अर्थे एव संस्कृतभाषायाम् एकम् अन्यत् पदमस्ति, ह्रीः, स्त्रीलिङ्गपदं ह्रीः. तत्र ह्री इति पदं लज्जायाम् इत्यस्मिन् अर्थे, तत्र जुहोत्यादिगणे एकः धातुः अस्ति, तत्र तस्य रूपं तु जिह्रेति. जिह्रेति इत्युक्ते लज्जते. चिन्तयन्तु, जिह्रेति इति परस्मैपदरूपम्, किन्तु लज्जते आत्मनेपदरूपम्, किन्तु द्वयोः अर्थः तु समानः. जिह्रेति जुहोत्यादिगणीयधातुः. अत्र अनुबन्धलोपानन्तरं लज्जते इति इत्यस्य रूपं लस्ज् इति भवति. फीलिङ्ग् शाय् आर् गेटिङ्ग् बीङ्ग् अशेम्ड् आफ् इति अर्थः. अग्रे वदतु महोदय. अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते. अत्र प्रार्थयते इति आत्मनेपदिरूपम् अस्ति. प्र उपसर्गपूर्वक अर्थ धातोः लट्टिप्रथमपुरुष एकवचनरूपम् अस्ति. प्रार्थयते नमस्कृत्य, नमः कृ ल्यवन्त अभ्यपदमस्ति. नमस्कृत्य हनुमन्तं, हनुमत् द्वितीय एकवचनरूपम्. अतः अन्ते भीमसेनः हनुमन्तं नमस्कृत्य प्रार्थयते कपिसार्दुल मां क्षमतां. सः भीमसेनः अन्ते क्षमायाचना करोति हनुमतः. अनन्तरं वदति, वामनरूपधृक् भवान् सिद्धः देवः गन्धर्वः वा कः इति वदतु. वामनरूपधृक् एतत्तु समस्तपदं भगिनि. समस्तपदमेव. अत्र अहं चित् आरम्भात् वदामश्चेत् तत्र कपिशार्दूलः, अत्र कपिशार्दूलः इति समस्तपदं, किन्तु अत्र सम्बोधनरूपं दत्तमस्ति. कपिशार्दूलः वदतु महोदय किञ्चित्. कपिशार्दूलः शार्दूल इव कपि. उत्तमम् उत्तमं महोदय. इत्युक्ते कपिः शार्दूलः इव, यत्र यत्र यत्र विग्रहवाक्ये इव इति श्रूयते तत्र वदतु. तत्र उपमान उत्तरपदकर्मधारयः इति भवति. अत्र कपिः शार्दूलः इव इति विग्रहवाक्यं भवति चेत् उपमान उत्तरपदकर्मधारयसमासः भवति. अत्र कपि शार्दूलः, कपि कुञ्जरः इत्यादीनि पदानि उपमान उत्तरपदकर्मधारयसमासस्य उदाहरणानि भवन्ति. इत्युक्तत्र शार्दूलः इत्युक्ते व्याघ्रविशेषः, व्याघ्रविशेषः इति वक्तुं शक्यते. अपि च अत्र वानररूपधृक् इति लिखितमस्ति, इत्युक्ते वानररूपधारी. तत्र ध्रु इत्युक्ते धरति, धरति इत्यस्य रूपमेव धृक्, वानररूपधृक्. किन्तु विग्रहवाक्यम् अहं सम्यक् न जानामि. वानर रूपधारी इत्येव वक्तुं शक्नोमि. तत्र किं वदामः, ध्रुधातोः रूपमेव धृक् भवति, किन्तु दृश् धातोः रूपमपि दृक् अस्ति. तत्र अल्पप्राणदकारः. साधारणतया वेदान्तप्रवचनेषु दृक् दृश्यं द्रष्टा इत्यादीनि पदानि वयं शृणुमः. दृक् दृश्यं द्रष्टा तथा एव अत्र, किन्तु अत्र धातुः भिन्नः, ध्रुधातुः. वानररूपधृक् इत्युक्ते भवान् वानररूपं धृत्वा अत्र स्थितवान्, भवान् सिद्धः, देवः, गन्धर्वः वा कः, भवान् कः इति वदतु, अहं शिष्यवत् पृच्छामि. शिष्यवत् इत्युक्ते शिष्यः इव, शिष्यः इव भवन्तं पृच्छामि, कृपया वदतु. उत्तमम्. अन्तिमपरिच्छेदमपि भवान् एव पठतु महोदय. तदा हनुमान् स्वस्य परिचयम् उक्तवान्. भीमसेनः भक्त्या तं नमस्कृतवान्, हनुमान् प्रीत्या तम् आलिङ्गितवान्. ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान्. अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हितः अभवत्. तदा हनुमान् स्वस्य परिचयम् उक्तवान्. परिचयम् एतत्तु परिचयं ल्युडन्तपदम् इति चिन्तयामि. अत्र महोदय, अत्र गते सप्ताहे एव वयं चर्चितवन्तः अस्मिन् विषये, परि उपसर्गपूर्वकः ची धातोः रूपं, ची धातोः रूपं चिनोति इति वयं जानीमः. ची धातुतः तत्र एकः अन्ते अप् इति एकः प्रत्ययः अस्ति. परिचयः ची धातोः रूपं, किन्तु अत्र उक्तवान् वच् धातुः रूपमेव उक्तवान्. अत्र वच् धातुः सकर्मकधातुः अस्ति इति कृत्वा परिचयम् इति द्वितीयाविभक्त्यन्तरूपम्. तदा हनुमान् स्वस्य परिचयम् उक्तवान्. अत्र परिचयः इति पदमस्ति, ल्युडन्तं नास्ति. अग्रे वदतु. सेनः भक्त्या तं नमस्कृतवान्. नमस्कृतवान् अपि तवतु प्रत्ययान्त, नमः कृतवान् तवतु. भक्त्या भक्त्या भज् धातुः तु भज् अस्ति, परन्तु प्रत्ययः किं भगिनि, प्रत्ययः कः? क्तिन् प्रत्ययः. क्तिन् क्तिन् इति भक्ति भवति, अनन्तरं तस्य भक्तिः इति प्रथमाविभक्ति एकवचनं. साधारणतया क्तिन् प्रत्ययान्तरूपाणि त्रिलिङ्गे एव भवन्ति. यथा गम् धातोः रूपं गतिः, मन् धातोः रूपं मतिः, भज् धातोः रूपं भक्तिः. अत्र तृतीया विभक्ति एकवचनरूपं दत्तमस्ति. भक्त्या नमस्कृतवान्, अत्र नमस्कृतवान् क्तवद्वन्द्वरूपं, लट्लकाररूपम् उत्तमं, नमस्करोति, नमस्करोति उत्तमं. अत्र पूर्वस्मिन् परिच्छेदे तत्र शिष्यवत् इति लिखितमस्ति, साधारणं पदमेव. कथम् इत्युक्ते मद्वत् तद्वत् इत्यादीनि पदानि वयं शृणुमः. तत्र वत् इति वदनेन तेन तुल्यं, लैक् दट्, मद्वत् इत्युक्ते मम इव, अथवा तद्वत् इत्युक्ते तेन तुल्यम् इति वक्तुं शक्यते. तत्र नमस्कृतवान् प्रीत्या, प्रीतिः, प्रीतिः अपि तत्र स्त्रीलिङ्गपदमेव. तम् आलिङ्गितवान्, वदतु महोदय. तम् आलिङ्गितवान्, आलिङ्गितवान् आ उपसर्गयुक्त आ उपसर्गपूर्वक बान् अस्ति, तवान् अस्ति, तवत् प्रत्ययान्त. आलिङ्गितवान् धातुः कः? अहं चिन्तयामि तत्र एकः इदित् धातुः अस्ति, तत्र लिङ् इदित् धातुः अस्ति आलिङ्गति इत्यस्मिन्, यथा आ इति उपसर्गः एव आलिङ्गते, आलिङ्गति इति भवति. उत्तमम्. अत्र एतावता तस्य अर्थः तु, तस्य अर्थः कः? आलिङ्गितवान्, आलिङ्गितवान् इत्युक्ते सः प्रीत्या भीमसेनम् आलिङ्गनं कृतवान्. हनुमान् हनुमानः भीमसेनं प्रीत्या आलिङ्गनं कृतवान्. उत्तमम्. इत्युक्ते तत्र अन्यानि पदानि सन्ति वा इति परिशीलयामश्चेत् परिष्वङ्गं कृतवान्, आलिङ्गितवान्, अथवा एकम् अन्यत् पदमस्ति आश्लिष्यते. आश्लिष्यते इत्युक्ते आलिङ्गनं करोति इति अर्थः. तत्र श्लिष् धातुः एम्ब्रेस्, एम्ब्रेस् इत्यस्मिन् अर्थे आश्लिष्यते इति अपि अस्ति. आ उपसर्गपूर्वकः लौकिकधातुः तु लिङ्ग् एव भवति. इदित् धातुः अस्ति इति चिन्तनमस्ति. आलिङ्गनम् इति ल्युडन्तपदम्. अग्रे वदतु महोदय. ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृतवान्, अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान्. ततः सः भीमसेनस्य प्रार्थनां, प्रार्थनाम् इति अपि प्रापूर्वक चुरादिगणीयधातुः अर्धयते तस्य रूपम्. अग्रे वदतु. अङ्गीकृत्य आङ्गुपसर्गपूर्वक कृधातुः ल्यवन्तरूपमस्ति. अङ्गीकृत्य रामावतारे समस्तपदमस्ति. रामस्य अवतारे इति अहं चिन्तयामि. स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान्. दर्शितवान् अपि दृश् धातुः तवतु प्रत्ययान्तरूपं. दर्शितवान् अत्र दर्शितवान् अपि च दृष्टवान्, भेदः कः? दर्शितवान् निजन्तधातुतः निजन्तरूपम् इत्युक्ते साधारणं रूपम्. अत्र भीमसेनः दृष्टवान्, हनुमान् दर्शितवान्. अत्र इत्युक्ते द्वयोः पदद्वयं तत्र तवत्वन्तरूपमेव, किन्तु दर्शितवान् इति णिजन्तरूपम्. साधारणं रूपं दृष्टवान् आहत्य भीमः दृष्टवान्, हनुमान् दर्शितवान्. अत्र अवतारः वदतु भगिनी. One is to see and another is to show. उत्तमं भगिनि. अनन्तरम् अत्र अवतारः इति पदम् अस्ति, किञ्चित् वदतु महोदय. अत्र किञ्चित् अहं वदामि, नो चेत् कोऽपि वक्तुमिच्छति चेत् वदन्तु केऽपि. अवतरति, अवतरति इति लट् लकाररूपम्, अवतरणम् अवतरणम् इति ल्युडन्तपदमस्ति, अव उपसर्गपूर्वकः, त्रू इति धातुः, तत्र दीर्घरूकारान्तधातुः, दीर्घरूकारान्तधातोः रूपं तरति, अवतरति, अवतरति, अवतरणम्, अवतारः इत्युक्ते कमिङ्ग् डौन् इति अर्थः तत्र. अवतरणं साधारणतया वयं तत्र अर्धः तु अधः आगच्छति इति अत्र अर्धः तु अवतारः त्रू धातोः रूपमेव अवतारः इति पदम्. अन्ते सः किं वदति, स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान्. अग्रिम अन्तिमं वाक्यम्, अन्ते तम् आशीर्षिः अनुग्रह्य अन्तर्हितः अभवत्. अन्ते तम् इत्युक्ते सिंहसेनम् आशीर्षिः, आशीर्षिः स्वस्य विभक्ति एकवचनान्तरूपं, परन्तु प्रातिपदिकं किं अत्र अत्र आशिष् षकारान्तपदम्, आशिष् इति हलन्तपदं षकारान्तपदम्, आसीः आशिषौ आशिषः आशिषम् आशिषौ आशिषः आशिषा आसीर्भ्याम् आसीर्भिः, तृतीय बहुवचनरूपम् आसीर्भिः इति तृतीयाविभक्ति बहुवचनरूपं. किन्तु पदं षकारान्त स्त्रीलिङ्गपदम् आशिष् इति प्रातिपदिकं. वदतु महोदय. अनुगृह्य अनुपूर्वक गृहधातु लेवन्तरूपम् अस्ति अनुगृह्य. अन्तर्हितः, अन्तर्हितः अपि धातु प्रत्ययान्तरूपं वा भगिनि? हित, हित इति धा धातोः रूपमेव हित. गते सप्ताहे एकं करपत्रं प्रेषितवती, तत्र धा धातोः रूपं हित कथं भवति, दधाति जुहोत्यादिगणीयधातोः रूपमेव हित इति भवति. अन्तर्हितः इत्युक्ते अन्तर्धानम्, अन्तर्धानम् अभवत् अथवा तिरोधानम्, तत्र हि मेड् हिम्सेल्फ् इन्विजिबल्. अनुगृह्य अन्तर्हितः अभवत्. अन्तर् इति अपि तत्र रेफान्ताव्ययम्, अन्तर्योगः धा धातोः रूपम् अपि च क्तान्तरूपं, यथा भवता उक्तं धा धातोः क्तान्तरूपं हित, अन्तर्हितः अभवत्. अत्र यादृशम्, अत्र यादृशपदस्य विषये किञ्चित् वदतु महोदय. यादृशं तादृशं समानं दृश्यते, परिशीलनं न कर्तुं न शक्नोमि. इत्युक्ते किं ज्ञातव्यम् इत्युक्ते, अत्र तस्मिन्नेव अर्थे यादृक् इति पदमपि अस्ति, किन्तु यादृशशब्दः विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति, यादृशः यादृशी यादृशम्. अत्र शरीरम् इत्यस्य विशेषणमस्ति इति कृत्वा यादृशं शरीरं तादृशं विशालं शरीरम् इति लिखितम् अस्ति. अत्र रामावतारे स्वस्य यादृशं शरीरमासीत् तादृशं विशालं शरीरम् अधुना दर्शितवान् हनुमान्. तदनन्तरं सः अन्तर्हितः अभवत्. तावदेव. उत्तमं, बहु बहवः अभ्यासाः सन्ति, किन्तु वयं सर्वे मिलित्वा अग्रिमे सप्ताहे आत्मनेपदिरूपाणां विषये इतोपि किञ्चित् अवगन्तुं प्रयत्नं कुर्मः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः. धन्यवादः भगिनि. धन्यवादः.